सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्। प्रथमतया अहम् एकं श्लोकं पठित्वा अर्थम् उक्त्वा तदनन्तरम् अभ्यासपुस्तकं पठामः अद्य वयं। प्रथमः अत्र श्लोकः कः इत्युक्ते, अब्धेः क्षारं जलं पीत्वा वर्षन्ति मधुरं भुवि, परोपकारे निरताः कथं मेघान् सज्जनाः। इत्युक्ते आकाशे मेघाः सन्ति, किन्तु ते किं कुर्वन्ति, अथवा मेघाः कथं जलं वर्षन्ति इति वयं जानीमः। मेघाः समुद्रतः क्षारजलं पीत्वा अथवा लवणयुक्तं जलं पीत्वा मधुरं जलं वर्षन्ति, तादृशरीत्या एव तत्र सज्जनाः अपि, इत्युक्ते परोपकारे निरताः सज्जनाः अपि मेघाः इव अत्र कष्टानि सोढ्वा उत्तमानि कार्याणि कृत्वा तेषां फलानि लोकेभ्यः दत्त्वा लोके सञ्चरन्ति, सज्जनाः मेघाः इव। सज्जनाः इत्युक्ते के? अस्माकं ऋषयः, मुनयः, ते सर्वे सज्जनाः। किन्तु ते किं कृतवन्तः अस्माकं कृते इति परिशीलयामश्चेत्, अद्य अहं पतञ्जलिमहर्षेः विषये किञ्चित् वदामि। पतञ्जलिमहर्षिः अस्माकं कृते त्रीन् ग्रन्थान् रचितवान्। किमर्थं रचितवान् इत्युक्ते, सः अवगतवान् यत् अस्माकं लोके जीवने शुद्धता आवश्यकी। कुत्र कुत्र शुद्धता आवश्यकी इत्युक्ते, शरीरस्य विषये शुद्धता आवश्यकी, मनसः विषये अपि, अपि च शरीर वाक्शुद्धिः अपि आवश्यकी। अतः सः त्रीन् ग्रन्थान् रचितवान्। शरीर आरोग्याय आयुर्वेदं रचितवान्, वाक्शुद्धये महाभाष्यं रचितवान्, इत्युक्ते संस्कृतभाषायाः अवगमनार्थम् अपि च संस्कृतभाषायाः शुद्धतायै महाभाष्यं रचितवान्, अपि च मनसः शुद्धतायै योगशास्त्रं रचितवान्, योगसूत्राणि उक्तवान्। किन्तु तेन अस्माकं कोलाभः, अपि च अस्माकम् उत्तरदायित्वं किम् इत्युक्ते रेस्पान्सिबिलिटि किम् इति चिन्तयामश्चेत्, अत्र एतेषां ग्रन्थानां पठनं अत्र किञ्चित् अत्र किञ्चित् एतेषां ग्रन्थानां पठनं कृत्वा अवगम्य अस्माकं जीवने अपि परिवर्तनम् आनेतव्यम्। इत्युक्ते अत्र अस्माकं जीवने अपि शान्तिः, शुद्धता अथवा संस्कारः, आनन्दः एतानि सर्वाणि आनेतव्यानि। एतत् सर्वम् अस्माकं जीवने अपि आवश्यकम्। किन्तु अत्र सज्जनाः, यदि वयं ऋषीणां विषये चिन्तनं कुर्मः चेत् वयं सुलभतया अवगन्तुं शक्नुमः यत् अस्माकं ऋषयः सज्जनाः, सज्जनाः मेघाः इव। क्षारं जलं पीत्वा मधुरं जलं ददति मेघाः, किन्तु सज्जनाः अपि कष्टानि सोढ्वा अत्र अस्माकं कृते एतानि सर्वाणि काव्यानि वा ग्रन्थाः वा ग्रन्थान् दत्तवन्तः। किन्तु किमर्थमहं एतं श्लोकम् उक्तवती इत्युक्ते, अत्र अस्मिन् श्लोके क्षारं जलं पीत्वा इति उक्तमस्ति। इत्युक्ते अत्र क्षारं जलम् इत्युक्ते वयं जानीमः एव, लोके कष्टानि सन्ति किन्तु कष्टानि सोढ्वा उत्तमानि कार्याणि कुर्युः इति अत्र शिक्षा अस्ति। अत्र गते सप्ताहे एव वयं क्त्वा इत्यस्मिन् विषये किञ्चित् अधीतवन्तः, अद्य इतोपि तस्मिन् एव विषये इतोपि चिन्तनं कृत्वा अग्रे इतोपि किमस्ति. अद्य वयं गीतासोपानं पुस्तकमपि किञ्चित् त्वा इत्यस्मिन् विषये किञ्चित् पठामः. प्रथमतया सर्वेषां पार्श्वे वाक्यानि सन्ति वा? अपि च अहं किञ्चित् वदामि, गते सप्ताहे एव अयं विषयः आरब्धः. अत्र यत्र यत्र एकः एव कर्ता अस्ति अपि च बहूनि कार्याणि करोति तदा पूर्वं कृतं कार्यं यदस्ति तस्य अथवा पूर्वस्मिन् क्रियापदं पदमस्ति तस्य क्त्वान्तरूपं भवति. क्त्वान्तरूपम् अव्ययपदम् अपि च एकमेव रूपं सिद्ध्यति. अपि च प्रत्येकं धातोः एकमेव रूपं सिद्ध्यति इत्युक्ते लिङ्गम् अनुसृत्य, पुरुषम् अनुसृत्य, वचनम् अनुसृत्य तस्य रूपपरिवर्तनं न भवति. अपि च क्त्वान्तपदम् अपि कर्मपदं स्वीकरोति यदि धातुः सकर्मकधातुः अस्ति चेत् तदा एव कर्मपदं स्वीकरोति. अपि च इतोपि यत्र यत्र उपसर्गः अस्ति तत्र ल्यबन्तरूपं सिद्ध्यति. अपि च स्वप्रत्ययः अष्टाध्यायं तत्र कित् इति वदामः, ककारः इत् संज्ञकवर्णः, तत्र ईडागमचिन्तनम् अपि भवति. कुत्र कुत्र ईडागमः भवति, कुत्र ईडागमः न भवति इति अपि अत्र द्रष्टव्यमस्ति. हसति इति धातु तत्र हसति इति क्रियापदमस्ति चेत् रूपं हसित्वा इति भवति. तत्र हस् धातु हलन्तधातुः, तत्र ईडागमः भवति, हसित्वा इति रूपम् आगच्छति. किन्तु श्रु धातुः अस्ति, श्रु धातोः रूपं केवलं श्रुत्वा, तत्र केवलं वर्णमेलनम्, इडागमः न भवति. इतोपि इत्युक्ते आगच्छति, अत्र क्रियापदम् आगच्छति अस्ति, आगच्छति तत्र आ इति उपसर्गः इति कृत्वा अत्र आगत्य आगम्य इति रूपद्वयं सम्भवति. एतेषां विषयान् किञ्चित् मनसि निधाय अद्य वयम् इतोपि त्वा इत्यस्मिन् विषये एव चिन्तनं कुर्मः. उत्तमम्. अधुना वाक्यानि रचितवन्तः वा सर्वे? अत्र उषा भगिनी वदतु. योगी अहङ्कारं त्यक्त्वा शान्तः भवति. कृष्णः सेनयोः उभयोः मध्ये रथं स्थापयित्वा सेनान् पश्यति. बालः वृक्षस्य शाकं गृहीत्वा फलम् अवचिनोति. रमा भोजनं सङ्खाद्य निद्रां करोति. पुत्रः गुरुं प्रणम्य देवालयं गच्छति. आसने उपविश्य ध्यानं करोतु. अहं किमर्थं चिन्तां कृत्वा दुःखितः भवामि? तदेव. उत्तमम् उत्तमं भगिनि. अनन्तरम् अत्र गीताञ्जलि भगिनी भवती श्रावयतु. आं भगिनि, स्वस्य बालिकायाः हस्तं गृहीत्वा माता बहिः गच्छति स्म. चलचित्रं दृष्ट्वा सर्वे जनाः रोदन्ति. सा देवालये भगवते उपहारं समर्प्य गृहं गच्छति. छात्राः कक्ष्याम् उपविश्य पठन्ति. तावदेव भगिनि. उत्तमानि वाक्यानि. अपि च अत्र भूमा भगिनी भवती श्रावयतु. शिशुः मधुरं प्राप्य रोदितुं त्यजति. गतसप्ताहे अहं बास्टन् नगरं गत्वा बन्धुजनं मिलितवती. वयं पूजां कुर्मः. पूजा ओहो स्नानं कृत्वा वयं पूजां कुर्मः. पूजासामग्रीणां सङ्गृह्य देवालयं गच्छामि. सङ्गृह्य तावदेव न सङ्गृह्य ध्यानेन ध्यानं कृत्वा मनः शान्तिं प्राप्नोति. ध्यानं कृत्वा गुरुः मम गृहे आगत्य उपदेशं करिष्यति. तावदेव. अत्र उपदिशति इति पदमपि अस्ति. ओ, उपदिशति. तस्मात् एव उपदेशः इति पदमपि आगतम्. उप उपसर्गपूर्वकः दिश् धातुः, तत्र उपदिशति इति क्रियापदं स्वयम् अस्ति. धन्यवादः. अस्तु, उत्तमम्. अत्र एनानिमस् इव अन्ये के के सन्ति अत्र? कृपया नाम उच्यताम्. अत्र एनानिमस् इति इव दृश्यते. विलम्बेन केनापि आगतं वा? सूर्यकुमारी भगिनी प्रथमवारम् आगतवती वा? आम् भगिनि. सूर्यकुमारी आम्. भवती लिखितवती वा वाक्यानि? दृष्टवती वा गृहपाठं? न, न, न दृष्टवती. अद्य प्रथमवारं. प्रथमवारं, चिन्ता मास्तु. स्वागतं. धन्यवादः. अधुना रोहिणी भगिनी भवती वक्तुं शक्नोति वा कानिचन वाक्यानि? नमो नमः भगिनी. मम अपि प्रथमवारः अस्ति. अस्तु, चिन्ता मास्तु, चिन्ता मास्तु. अधुना भगिनी एकः प्रश्नः. भगिनी अन्यप्रश्न विषय अहं न जानामि विषये समीचीनं वा न वा, किन्तु अहं मम अहं बहुवारं भ्रमामि ऋकार रेफ अस्ति चेत् स्वर अस्ति चेत् कथं जानीमः? अत्र प्रश्नः मया न अवगतः, किन्तु अहं किञ्चित् पुनः एकवारं पृच्छतु भगिनि. अत्र साधारणतया णत्वविषये तादृशचिन्तनं कुर्मः, इत्युक्ते ऋकारः वा रेफः वा कृष्णऋकारः वा षकारः वा अस्ति चेत् तत्र दन्त्यनकारस्य स्थाने मूर्धन्यणकारः भवति इति एकः विषयः. अन्यः विषयः अस्ति अत्र मम प्रश्न भगिनी केवल स्पष्टीकरणार्थं कथं जानीमः किं पदे ऋकार स्पेलिङ्ग् अस्ति, किं पदे रेफ अस्ति इति, कुत्रचित् एकवारं भगिनि एकं वदामि. अत्र ग्रहधातुं स्वीकरोतु. धातुः अस्ति ग्रहधातुः, तत्र रेफः अस्ति ग्रहधातुः, किन्तु ग्रहधातोः क्त्वान्तरूपं किम्? गृहीत्वा. सुन्दरं, गृहीत्वा. तत्र कृष्णऋकारः लेखनीयं, किन्तु ग्रहधातोः तुमन्नन्तं रूपं किम्? ग्रहीतुम् इत्युक्ते तत्र यत्र साधारणतया तुमनन्तरूपेषु गुणकार्यं भवति, तत्र ग्रहधातुः अस्ति, तत्र गृहीत्वा इति स्वान्तरूपं किन्तु ग्रहीतुं तुम्नन्तं रूपं तयोर्मध्ये भेदः अस्ति एव. कथं जानीमः रूपं रूपं भगिनि भवती अपि व्याकरणकक्षां गतवती तदर्थं तत्र वयम् अग्रे गत्वा सर्वाणि विषयाणि पठिष्यामः. अत्र एकैकं पदं कथं निष्पन्नं भवति तस्मिन् विषये बहूनि सूत्राणि सन्ति. प्रथमतया अस्माकं कर्तव्यं किम् इत्युक्ते रूपं किम्, क्तान्तरूपं किं, ल्यबन्तरूपं किं, तुमन्नन्तं रूपं किम् अथवा क्ताप्रत्ययान्तरूपं किं, क्तवत् रूपं किम् इति प्रथमतया रूपं ज्ञातव्यम्. अग्रे गत्वा सूत्राणाम् आधारेण तत् रूपं कथं निष्पन्नं भवति इति समीचीनतया अवगन्तव्यम् अभ्यासेन. इत्युक्ते पश्यतु अत्र वयम् अद्य क्त्वा इत्यस्मिन् विषये अधुना वयं पठामः. तत्र अष्टाध्याय्याम् एकं सूत्रमस्ति समानकर्तृकयोः पूर्वकाले इति सूत्रमस्ति. सूत्रं किं वदति? समानकर्तृकयोः पूर्वकाले क्त्वा इति प्रत्ययं योजयामः इति वदति. इत्युक्ते तत्र कर्ता एकः एव स्यात् अपि च पूर्वकालिकक्रियायाः क्त्वान्तरूपं योजयतु इति सूत्रं वदति. अष्टाध्याय्यां तृतीयाध्याये चतुर्थपादस्य एकविंशतितमं सूत्रमस्ति. सूत्रं समानकर्तृकयोः पूर्वकाले. तथा एव वयं किञ्चित् किञ्चित् पठित्वा अवगन्तुं शक्ष्यामः. प्रथमतया रूपाणाम् अवगमनम्, अनन्तरं भाषा बहु सुन्दरी अस्ति, अवगन्तुं बहु किमपि अस्ति. धन्यवादः. There is so much to learn. Asu, asu. Because sometimes rakara ref changes to ru. Sometimes I don't understand when, how, like that. Mam bhagini. Dhanyavada. Tasya krute. Kalena. Tasya krute. Sutrani santi. Asu. Uttamo. Adina, vayam. प्रथमं करपत्रम् अत्र बहु सरलमेव अत्र सम्भाषणमस्ति, किञ्चित् पठामः अधुना. अत्र सम्भाषणं मातापुत्रयोः सम्भाषणं कृत्वा प्रथमं करपत्रं पश्यन्तु. अत्र भूमा भगिनी अपि च उषा भगिनी. आं महोदय, प्रथमं करपत्रम्. ओके. माता, प्रदीप दुग्धं पीतवान् वा? पुत्रः, नैव अम्ब, तत्रैव अस्ति दुग्धम्. तर्हि दुग्धं पीत्वा पठतु. तातः स्नानं कृत्वा उपहारं स्वीकरोति. तावता भवतः स्नानार्थम् अपि जलम् उष्णं भवति. तथैव करोमि अम्ब. तातः शीघ्रं स्नानं कृत्वा कुत्र गच्छति? अद्य रामनगरे सङ्गीतकार्यक्रमः अस्ति इति, अतः तातः शीघ्रं स्नात्वा पूजां कृत्वा उपहारं खादित्वा कार्यक्रमार्थं गच्छति इति. अम्ब, अहमपि विद्यालयतः सायं विलम्बेन आगच्छामि. मित्रस्य जन्मदिनोत्सवः अस्ति, अतः विद्यालयतः मित्रस्य गृहं गत्वा क्रीडित्वा नृत्याभ्यासकक्ष्यामपि गत्वा गृहम् आगच्छामि. तर्हि अहमपि देवालयं गत्वा सखीं मिलित्वा सम्भाषणं कृत्वा आगच्छामि. उत्तमम्. अत्र सम्भाषणं सरलमेव, किन्तु किञ्चित् इतोपि चिन्तनं कुर्मः. अत्र किं किं दत्तमस्ति, इतोपि वयं किम् अधिकं ज्ञातुं शक्नुमः इत्यस्मिन् विषये. अत्र भूमा भगिनी वदतु, प्रदीप रूपं किम्? सम्बोधनप्रथमा विभक्ति एकवचनम्. उत्तमं. दुग्धम् इति पदमस्ति, अत्र दुग्धम् इत्यस्मिन् विषये अन्यानि पदानि जानाति चेत् वदतु. दुग्धं पर्यायवाचकपदानि भवती जानाति एव, भवती जानाति. पयः, पयः सुन्दरं, सुन्दरम्. इतोपि क्षीरं, क्षीरं, क्षीरं, क्षीरं, दुग्धं, क्षीरं, पयः. अत्र दुग्धं, क्षीरं नपुंसकलिङ्गपदं, पयः अपि नपुंसकलिङ्गपदमेव. किन्तु अत्र दुग्ध क्षीर अकारान्त नपुंसकलिङ्गपदद्वयं, किन्तु पयः सकारान्तपदं. पयस् इति सकारान्तपदं, किन्तु प्रथमान्तं रूपं पयः. किन्तु अत्र दुग्धम् इति पदमस्ति, किञ्चित् वदामि. अत्र संस्कृतभाषायां दुह् इति धातुः अस्ति. दुह् दुह् धातो, दुह् धातोः, दुह् धातोः क्तान्तरूपं दुग्ध. अत्र दुग्ध इति रूपमस्ति. तत्र दोहनक्रिया लुडन्त रूपमस्ति. दोहनक्रिया इत्युक्ते मिल्किङ्ग्. अत्र दुह् योगः क्ताप्रत्ययं दुग्ध, तत्र प्रातिपदिकमस्ति दुग्ध. त्रिषु लिङ्गेषु क्तान्तरूपाणि भवन्ति. दोहनक्रिया, तस्मात् एव दोहदम् इत्युक्ते हेल्पिङ्ग् इत्यस्मिन् अर्थे तत्र अपि भवति. धातुः दुह् धातुः. अपि च अत्र वा इति पदमस्ति. गीताञ्जलि भगिनी, भवती जानाति चेत् वदतु, अत्र वा इति पदं व्याकरणे तस्य अर्थः कः, लोके तस्य अर्थः कः? श्रूयते भगिनि? अत्र वा इति पदम् अस्ति. वा इति पदं सामान्यसंस्कृतभाषायां तस्य अर्थः भिन्नः, किन्तु व्याकरणे तस्य अर्थः भिन्नः. वा इत्युक्ते अव्ययपदम्. अव्ययपदम् अधिकं प्रयोगं प्रश्न वाचकः अस्ति, अपि विकल्पेन अस्ति, विकल्पेन उत्तरं व्याकरणे अस्ति. सुन्दरं, तावदेव, तदेव अहं श्रोतुमिच्छामि. अत्र लोके दुग्धं पीतवान् किम् इति अर्थः, किन्तु व्याकरणे यदि वयं व्याकरणं पठामः तत् अत्र सूत्राणि सन्ति. सूत्रेषु तस्य अर्थः भिन्नः. वा इत्युक्ते विकल्पेन रूपद्वयं सम्भवति इति अर्थः. अत्र भवती जानाति एव, गीताञ्जलि भगिनी जानाति, अत्र वावसाने इति सूत्रमस्ति. वावसाने तत्र वा इति पदमस्ति इति कारणतः तस्मिन् तेन सूत्रेण तत्र रूपद्वयं सिद्ध्यति. व्याकरणलोके वा इति पदस्य अर्थः भिन्नः. उत्तमम्. अपि च अत्र नैव इति पदमस्ति. उषा भगिनी वदतु, तत्र सन्धिः कः? न एव भगिनी, आयोगः ये आयोगः ये नैव वृद्धिसन्धि भवति भगिनी. उत्तमम्, उत्तमम्. अपि च अम्ब इति पदस्य प्रथमान्तं रूपं किम्? प्रथमान्तरं ये अम्ब. अत्र सम्बोधनं दत्तमस्ति, किन्तु प्रथमान्तं रूपम् अम्बा इत्युक्ते अत्र दीर्घ आकारान्तपदं, यथा लता, लता शब्दवत् अम्बा, अम्बे, अम्बा, अम्बाः, रमा, रमे, रमा, तावत् तथा तथा एव अम्बा इति रूपं. तत्रैव, तत्रैव अत्र सन्धेः नाम किं? तत्रैव तत्र, तत्र आयोगः ये एव वृद्धिसन्धि अस्ति भगिनि. उत्तमम्. अत्र गीताञ्जलि भगिनी भवती वदतु सूत्रं किं वृद्धिरादैच् वृद्धिरादैच् तत्र भगिनी वृद्धिरादैच् इति सूत्रं भिन्नं सूत्रं किन्तु वृद्धिरादैच् इति सूत्रं भिन्नं सूत्रम् अत्र सूत्रद्वयमस्ति गीताञ्जलि भगिनी वदति वा वृद्धिरेचि वदतु वृद्धिरादैच् संज्ञासूत्रं वृद्धिरेचि कार्यसूत्रं सुन्दरं वृद्धिरादैच् इति सूत्रं किं वदति संज्ञासूत्रम् इत्युक्ते वृद्धिसंज्ञकवर्णाः के इति वदति किन्तु वृद्धिरेचि किं वदति वृद्धि अत्र वृद्धिकार्यं भवति इति विधिसूत्रं तत्र कार्यस्य कृते विधिसूत्रं किन्तु वृद्धिरादैच् इति वृद्धिसंज्ञकवर्णाः के इति वदति उत्तमम् अनन्तरम् अत्र तर्हि दुग्धं पीत्वा पठतु तातः भूमा भगिनी वदतु तातः इत्युक्ते कः तातः पिता तातः इत्युक्ते पिता पर्यायवाचकपदं माता इत्यस्य अन्यत् माता तत्र पर्यायवाचकपदं वदतु अम्ब उत्तमो अम्ब जननी इतोपि जानाति चेत् वदतु कोऽपि अम्ब जननी माता तत्र जन्मदात्री दात्री इति वदामः वा किमपि अस्तु उत्तमं भगिनि धन्यवादः अनन्तरम् अत्र उपाहारं प्रश्नः अस्ति तातः अपि विभक्ति अस्ति वा भगिनि तातः लैक् प्रातिपदिकं तातः किम् अस्ति भगिनि तत्र अहं सम्यक् न स्मरामि भगिनि द्रष्टव्यं तातः अस्तु भगिनि तातः स्नानं कृत्वा उपाहारं स्वीकरोति अत्र उपाहारः इत्युक्ते अल्पाहारम् अल्पाहारः अत्र स्नानं कृत्वा इति पदमस्ति तत्र गते सप्ताहे एव वयं दृष्टवन्तः तत्र स्ना दीर्घ आकारान्तधातुः अस्ति तत्र क्रियापदमस्ति स्नाति अदादिगणीयधातुः अदादिगणीयधातुः अस्ति चेत् मध्ये विकरणप्रत्ययः नास्ति अतः केवलं स्नायोगः ति स्नाति किन्तु अत्र स्नानम् इति अस्ति स्नानं ल्युडन्तरूपं स्नानं कृत्वा कृत्वा इति क्त्वा प्रत्ययस्य प्रत्ययान्तरूपं वयं जानीमः एव अत्र तावता इति दत्तमस्ति भगिनि तावता इत्युक्ते किम् इन् द मीन् टैम् इन् द मीन् टैम् उत्तमं भवतः भवत् शब्दस्य रूपाणि एकवारं वदतु सर्वेषां कृते कोऽपि वदति वा भवत् शब्दस्य कः वदति अहं वदामि भगिनि वदतु भवान् भवन्तौ भवन्तः हे भवन् हे भवन्तौ हे भवन्तः भवन्तं भवन्तौ भवन्तः भवता भगिनी भगिनी भगिनी अत्र द्वितीया विभक्ति बहुवचनं किं भवतः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवति भवतोः भवत्सु उत्तमम् अत्र तावदेव एकवारं तादृशरीत्या पुनस्मरणं कुर्मः चेत् सम्यक् अभ्यासः भवति सर्वेषां कृते अपि च अत्र भूमा भगिनी तथैव इति पदमस्ति तथैव करोमि अम्बा तथैव तत्र सन्धेः नाम किं वृद्धिसन्धि ततः एव तथा एव अपि च शीघ्रं स्नानं कृत्वा इति दत्तमस्ति कुत्र गच्छति रामनगरे सङ्गीतकार्यक्रमः अस्ति. अत्र अहं पूर्वम् उक्तवती अत्र सङ्गीतकार्यक्रमः सङ्गीत तत्रापि एकः सन्धिः अस्ति सं योगः गीत तत्र अनुस्वारस्य स्थाने परसवर्णादेशः भवति अतः सङ्गीत इति अत्र दत्तमस्ति. अपि च उपाहारं खादित्वा कार्यक्रमार्थं गच्छति. अत्र भगिनी एकवारं वदतु अस्मिन् वाक्ये अत्र दीर्घं वाक्यं लिखितमस्ति अस्मिन् वाक्ये त्वान्तरूपाणि कानि? स्नात्वा कृत्वा खादित्वा. अत्र स्नात्वा तस्य लट्लकाररूपं किम्? स्नाति. कृत्वा इत्यस्य तत्र रूपाणि लट्लकाररूपाणि करोति कुरुतः कुर्वन्ति करोषि कुरुतः कुरुथ करोमि कुर्वः कुर्मः. उत्तमम्. किन्तु कोऽपि वदति वा अत्र परस्मैपदरूपाणि भगिनी उक्तवती आत्मनेपदरूपाणि वक्तुं शक्नोति वा कोऽपि? आं भगिनि कुरुते कुरुते कुर्वाते कुर्वते कुरुषे कुर्वाथे कुरुध्वे कुर्वे कुर्वहे कुर्महे. उत्तमम् उत्तमम्. अपि च खादति इति पदस्य रूपाणि वदतु भगिनि एकवारं. खादति खादतां खादन्ति खादसि खादतः खादथ खादामि खादावः खादामः खादामः. अत्र अपि च प्रथम भगिनी खादति खादतः खादतां खादतः खादति खादतः. उत्तमं. खादति खादतः खादन्ति. कः वदति किं पुस्तकं कुत्र पृष्ठः चलति भगिनी? गते ह्यः अहम् एकं करपत्रं प्रेषितवती. ईमेल् पश्यतु भगिनि. तत्र करपत्रं प्रेषितवती पुस्तके नास्ति. अद्यतन अस्माकं विषयः अस्ति क्त्वा प्रत्ययः. त्वाप्रत्ययस्य विषये अहम् एकं सम्भाषणं प्रेषितवती. तत् सम्भाषणम् अधुना वयं पठामः. अस्तु. अनन्तरं भवत्याः दूरवाणी सम्यक् नास्ति भगिनि. सम्यक् न श्रूयते. शृणोतु. करपत्रं प्रेषितवती अतः करपत्रं दृष्ट्वा वयम् अधुना पठामः. अत्र अहमपि इति पदमस्ति. अत्र सन्धिः अस्ति वा भगिनि? अहम् अपि. तत्र सन्धिः अस्ति वा नास्ति वा? सन्धिः अस्ति. गीताञ्जलि भगिनी भवती किं चिन्तितवती? कुत्र भगिनी? अम्ब अहमपि विद्यालयतः. अत्र अहमपि अपि वर्णमेलनं भगिनि. वर्णमेलनं केवलं वर्णमेलनमेव तत्र सन्धिः नास्ति. उत्तमम्. अपि च अत्र विद्यालयतः भगिनी वदतु अत्र रूपं किं? विद्यालयतः विद्यालयतः पञ्चमी चतुर्थी पञ्चमी पञ्चमी अर्थसमाने एव उत्तमम् इत्युक्ते साधारणतया पञ्चमी पञ्चम्यन्त्ररूपं विद्यालयात् अस्ति किन्तु अत्र विद्यालयतः इति दत्तमस्ति तहसील् रूपम् अपि तत्र तः इति एकः प्रत्ययः अस्ति तस्य रूपमपि पञ्चमीविभक्तेः अर्थमेव बोधयति अपि च भगिनी वदतु भगिनी एकः प्रश्नः भगिनी तः तः प्रत्यय अपि च त कृत प्रत्यय पूर्णतया भिन्न भेदः भेदः अस्ति स्थाप्रत्ययः भूतकालार्थे आगच्छति किन्तु अत्र तः तः अस्ति भिन्नप्रत्ययः एव अपि च विलम्बेन इति दत्तमस्ति विलम्बेन रूपं वदतु भगिनि भूमा भगिनि एकवचनं प्रथमान्तं रूपं किं विलम्बं नपुंसकलिङ्गं विलम्बः विलम्बः एव किन्तु अत्र किं वदामः इत्युक्ते तृतीयविभक्तिः तत्र हेतुवाचकतृतीया अस्ति अपि च भाववाचकतृतीया अपि अस्ति किन्तु अत्र भाववाचकतृतीया इति वदामः विलम्बेन कथं विलम्बेन कष्टेन सन्तोषेण तथा वदामश्चेत् तत्र भाववाचकतृतीया भवति अपि च जन्मदिनोत्सवः इति पदमस्ति जन्मदिनोत्सवः इति पदं समस्तपदम् अत्र जन्मदिन जन् तत्र त्रीणि पदानि सन्ति जन्मदिन उत्सवः जन्मदिनस्य उत्सवः अथवा तत्र समस्तपदमस्ति अपि च अतः विद्यालयतः मित्रस्य गृहं गत्वा क्रीडित्वा नृत्याभ्यासकक्ष्याम् अपि गत्वा गृहम् आगच्छामि अत्र क्वान्तपदानि कानि गत्वा क्रीडित्वा नृत्याभ्यास गत्वा गत्वा क्रीडित्वा क्रीडित्वा अत्र गम् धातोः रूपं गच्छति लट्लकाररूपं गत्वा क्रीड् क्रीड् इति धातुः अस्ति क्रीड् धातोः रूपं क्रीडित्वा अत्र धातुं स्वीकृत्य क्त्वा प्रत्ययं योजयामः तदा क्त्वान्तरूपाणि सिद्ध्यन्ति अपि च नृत्याभ्यासकक्षां नृत्याभ्यासकक्षा तत्रापि समस्तपदमस्ति कीदृशकक्षा नृत्याभ्यासकक्षा कक्ष्या अनन्तरम् अत्र इतोपि किमस्ति तदा माता किं वदति अन्ततो गत्वा तर्हि अहमपि देवालयं गत्वा सखीं मिलित्वा सम्भाषणं कृत्वा आगच्छामि आगच्छामि अत्र गत्वा मिलित्वा कृत्वा कृत्वा अत्र मिलित्वा तत्र लट् रूपं किं मिलति मिलति वर्तमानकालरूपं मिलति उत्तमं तावदेव अत्र इतोपि किमपि नास्ति अत्र उत्तमम् इत्युक्ते अत्र अस्मिन् सम्भाषणे कानिचन पदानि क्त्वान्तरूपाणि सन्ति किन्तु धातुं स्वीकृत्य तत्र क्त्वा प्रत्ययं योजयामः तत्र क्त्वा इत्यस्मिन् प्रत्यये तत्र ककारः इति संज्ञकवर्णः इति संज्ञकवर्णः इति कृत्वा तत् अपगच्छति केवलं त्वा एव तिष्ठति त्वा योजयामः कुत्र कुत्र तत्र कुत्रचित् इडागमः भवति कुत्रचित् न भवति मिल् धातुः स्वीकुर्मः चेत् तत्र मिलित्वा अत्र इडागमः भवति खाद् खाद् धातुं स्वीकृत्य पश्यामश्चेत् खादित्वा अत्रापि इडागमः अस्ति किन्तु कृत्वा गत्वा तत्र इडागमः नास्ति अत्र बहिनी एकः प्रश्नः अस्ति इत्संज्ञा किम् अस्ति बहिनी इत् संज्ञा इत्युक्ते तत्र प्रत्ययस्य प्रत्ययेषु वा धातुषु वा का केचन वर्णाः सन्ति, ते वर्णाः अत्र ते अनन्तरम् अपगच्छन्ति, वर्णाः न तिष्ठन्ति, किन्तु तेषां कार्यम् अस्ति. तत्र गम् लृ गम् धातुं स्वीकृत्य वदामश्चेत् औपदेशिक अवस्था इति एका अवस्था स्थितिः अस्ति. औपदेशिक अवस्था इत्युक्ते मूलरूपं गम् लृ इति अस्ति. तत्र लृकारः इति संज्ञकवर्णः इति कारणतः सः लृकारः अपगच्छति, केवलं गम् एव तिष्ठति. तत्र औपदेशिकधातुतः लौकिकधातुः आगच्छति. लौकिकधातुं स्वीकृत्य वयं प्रत्ययं योजयामः. इत्युक्ते इति संज्ञकवर्णाः अपगच्छन्ति. तत्र एकं सूत्रमस्ति, तस्य लोपः इति सूत्रेण इत् संज्ञकवर्णाः अपगच्छन्ति. यदि ते वर्णाः अपगच्छन्ति चेत् तत्र किमर्थं तेषां तेषां यद्यपि एते वर्णाः अपगच्छन्ति एव, किन्तु यदि अपगच्छन्ति चेत् तेषां उपयोगः कः अस्ति? तथा चिन्तनं कुर्मः चेत् तेषाम् उपयोगः अस्ति एव. उपदेशावस्था वदतु. परन्तु किम् अस्ति भगिनि, इत् संख्या लैक् वर्णः स्वरः अस्ति वा व्यञ्जनानि अस्ति वा किम् अस्ति भगिनि इत् संख्या? अत्र क्त्वा प्रत्ययं क्त्वा इति प्रत्ययं स्वीकृत्य वदामश्चेत् तत्र ककारः इत् संज्ञकवर्णः इत्युक्ते ककारः अपगच्छति, केवलं त्वा एव तिष्ठति. तथा एव क्ताप्रत्ययः केवलं क्ताप्रत्ययः, तत्रापि ककारः अपगच्छति. तथा एव ल्यप् इति स्वीकुर्मः चेत् तत्र लकारः अपगच्छति, लषक्व तद्धिते इति सूत्रेण अपगच्छति. पकारः हलन्त्यम् इति सूत्रेण अपगच्छति, केवलं यकारः एव तिष्ठति. तदर्थमेव ल्यबन्तरूपेषु साधारणतया वयम् आगत्य सङ्गृह्य इति यकारः अन्ते श्रूयते, किन्तु प्रत्ययः अस्ति ल्यप्. ल्यप् इत्यस्मिन् लकारः यकारः पकारः त्रयः वर्णाः सन्ति, किन्तु लकारः पकारः अपगच्छतः, किन्तु यकारः एव तिष्ठति. यदि ते अपगच्छन्ति चेत् तत्र किमर्थम् इति प्रश्नः उदेति, किन्तु तेषां तेन प्रयोजनम् अस्ति. वयं गभीररीत्या व्याकरणं पठामश्चेत् अवगन्तुं शक्नुमः. इति संज्ञा अष्टाध्याय्याम् एकं प्रकरणम् एव अस्ति. प्रकरणम् इति संज्ञा प्रकरणम् इत्युक्ते इट्स् अ चाप्टर् इन् अष्टाध्यायी. तथा एव णत्वप्रकरणम्, णत्वप्रकरणम् इत्युक्ते तस्मिन् णत्वस्य विषये पठामः. बहूनि सूत्राणि णत्वस्य विषये वयं पठिष्यामः तस्मिन् प्रकरणे. इत् संज्ञा प्रकरणे इत् संज्ञा का, कैः कैः सूत्रैः इत् संज्ञा भवति? तत्र सप्तसूत्राणि सन्ति इत् संज्ञाप्रकरणे. इत् संज्ञकवर्णः साधारण तत्र अपगच्छति, किन्तु तस्य प्रयोजनं तिष्ठति उत्तमम्. अनन्तरं वदतु भगिनि, इति सत्यम् अधिकतर इत् संज्ञा व्यञ्जनस्य मेलन सन्ति इति सत्यमस्ति? तत्र सूत्राणि सन्ति भगिनि व्यञ्जनानां कृते एव, व्यञ्जनानां कृते एव कृते एव. तत्र सप्तसूत्राणि सन्ति इत्युक्ते यत् हलन्त्यं लषक्व तद्धिते. किन्तु भगिनि न केवलं हलन्तानां कृते, हलन्तवर्णानां कृते, अजन्तानां कृते अपि इति संज्ञक यदि अजन्तवर्णः इति संज्ञकवर्णः अस्ति चेत् तस्य कृते उपदेशे जुनुनासिक यित् इति सूत्रमस्ति, न केवलं हलन्तानां कृते भगिनी. प्रथमं सूत्रम् उपदेशे जुनुनासिक अनुनासिक अच् इत्सञ्ज्ञक भवति. सुन्दरं सुन्दरं भगिनी. आम् आम्, अनुनासिक अचुवर्णः अस्ति चेत् तदा उपदेशे जुनुनासिक इत् इति सूत्रेण सः अनुनासिक अचुवर्णः अपगच्छति. हलन्त्यमस्ति अपि च शः प्रत्ययस्य तत्र सूत्राणि सन्ति. परन्तु यथा वयं जानीमः वृद्धिसन्धेः विषये वृद्धिरेचि इति विधिसूत्रं, किन्तु वृद्धिरादै च संज्ञासूत्रं, तथा एव इति संज्ञाप्रकरणे अपि कानिचन संज्ञासूत्राणि सन्ति. एकं विधिसूत्रमस्ति, विधिसूत्रमेव तस्य लोपः. तस्य लोपः इति विधिसूत्रमस्ति. हा उत्तमम् उत्तमम्. तत् अस्माकं विषयः नास्ति, किन्तु अस्तु. किन्तु अन्यवर्गे वयं अयं विषय सम्भाषणं बहु कृतवन्तः. उत्तमं भगिनि, अस्तु, चिन्ता मास्तु. अधुना वयम् अत्र अधुना वयं गीतासोपानं प्रति गच्छेम. गीतासोपानं पुस्तके सर्वेषां पार्श्वे गीतासोपानम् अस्ति वा? गीतासोपानं पुस्तके अपि क्त्वा प्रत्ययस्य विषये किञ्चित् दत्तमस्ति. कुत्र? तस्मिन् पुटे इत्युक्ते नवविंशति अधिक एकशतं नवविंशत्यधिक एकशततमे पुटे तत्र क्त्वा प्रत्ययः, क्त्वा प्रत्ययान्तानि इति दत्तमस्ति. सर्वे एकवारं गीतासोपानं पुस्तकं पश्यन्तु. अपि च अत्र रोहिणी भगिनी, भवत्याः पार्श्वे अस्ति वा पुस्तकं? पुस्तकं नास्ति, पुस्तकं नास्ति. गाण्डीवं संस्त्रं सत्ते हस्तात् अत्र भगिनी, अत्र क्त्वा प्रत्ययान्तानि इति कुत्र अस्ति इत्युक्ते त्यक्तोत्तिष्ठपरन्तप, तत्र 33 लेसन् 129 पेज् 129 अत्र वैद्यलिङ्गं नारायणन् अस्ति. महोदय, भवतः पार्श्वे अस्ति वा गीतासोपानं? अस्ति वा रोहिणी भगिनी? अस्ति. अत्र कर्णदुर्योधनयोः सम्भाषणम् अस्ति. अधुना रोहिणी भगिनी अपि च अत्र गीताञ्जलि भगिनी. कर्णः दुर्योधन, अहं कर्णः. दुर्योधनः, कर्ण वद, किमर्थं खिन्नः? जनाः मां दृष्ट्वा अयं सूतपुत्रः इति परिहसन्ति. चिन्तां त्यक्त्वा मया सह वस, राज्यं दत्त्वा त्वां महाराजं करोमि. भवान् आश्रयं कल्पयित्वा माम् उद्धतवान् अस्ति. अहं किं कृत्वा एतस्मात् ऋणात् मुक्तः भवामि? त्वं मम मित्रमेव, अत्र स्थित्वा प्रतिकारं कुरु. एतं प्रसङ्गं स्मृत्वा भवतः सहकारं करोमि. उत्तमम्. अत्र सम्भाषणं लघुसम्भाषणम् एव दत्तमस्ति, केवलं दशवाक्यानि तादृशरीत्या सन्ति. किन्तु अत्र वयं चिन्तनं कुर्मः. अत्र गीताञ्जलि भगिनी, अत्र शीर्षिका का? त्यक्तोतिष्ठ परन्तप. अत्र वदतु. त्यक्त्वा इति इति क्वान्तपदम्. उत्तिष्ठ इति लोट्लकार मध्यमपुरुष एकवचन. अत्र वर्णमेलनम् अस्ति. त्यक्त्वो तिष्ठ परन्तप. परन्तप इत्युक्ते सम्बोधन. उत्तमम्. अत्र सन्धिः अस्ति भगिनि. त्यक्त्वा आयोगः उ ओ सन्धि अस्तु अस्तु भगिनि. ओ ओ न ओ अदर्वैस् नास्ति निष्पन्नं भवति. अस्तु भगिनि, क्षम्यताम्. अत्र सन्धेः नाम किम्? सन्धेः नाम सवर्ण नास्ति, गुणसन्धि. उत्तमम् उत्तमं, सुन्दरीत्या उक्तवती. त्यक्त्वोत्तिष्ठ परन्तप. अत्र यदि भवन्तः जानन्ति चेत् अत्र एकः श्लोकः अस्ति भगवद्गीतायां, तत्र श्लोकस्य पादः एषः. क्लैब्यम् आस्मगमः पार्थ नैतत्त्वयुपपद्यते क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप. इत्युक्ते क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा परन्तप उत्तिष्ठ इति कृष्णः वदति अर्जुनं प्रति. भवान् हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ, हे परन्तप. परन्तप इत्युक्ते अत्र अर्जुन. किमर्थम् अर्जुन इति नाम दत्तं भगिनि? परन्तप इत्युक्ते अर्जुनः. परं तप इत्युक्ते स्वामी, परं परं स्वामी. न न न न, तत्र तथा न वक्तव्यं भगिनि. तत्र परन्तप इत्युक्ते शत्रुपीडकः. इत्युक्ते अर्जुनः, अर्जुने पराक्रमम् अस्ति, सः महावीरः. तत्र इत्युक्ते सः कृष्णं प्रति उक्तवान् अहं युद्धं न करोमि इति उक्तवान्. तदा कृष्णः वदति तथा मा चिन्तयतु, भवान् परन्तप. हि जस्ट् ट्रैङ्ग् टु एन्करेज् हिम्. अस्तु भगिनि, किन्तु परं परं योगः तप. न न तथा न वक्तव्यं. तत्र परान् तपयति इत्युक्ते तपयति तापयति, तत्र शत्रुपीडकः इति अर्थः. ओके, अस्तु भगिनि. परान् तत्र अन्यान् इत्यर्थं वा? पर इत्युक्ते अन्यम्. अन्यं तापयति, अन्यान् अथवा अत्र काण्टेक्स्ट् सन्दर्भः अस्ति अर्जुनं प्रति कृष्णः वदति. अस्तु अस्तु. अत्र त्यक्त्वा इति पदमस्ति, जानाति चेत् वदतु भगिनि त्यक्त्वा इत्यस्मिन् विषये पदं कथं निष्पन्नं भवति? त्यजति, त्यज् धातुरूपं त्यजति, त्यजतः त्यजन्ति. सम्यक् सम्यक्, तदेव त्यज् धातुः, त्यज् धातोः क्त्वान्तरूपं त्यक्त्वा. त्यज् धातुः तत्र त्यक्त्वा इति भवति. किमर्थम् इत्युक्ते तत्र बहूनि सन्धिकार्याणि भवन्ति. कर्णदुर्योधनयोः सम्भाषणम् अत्र दत्तमस्ति. अत्र अहं शब्दकोशं दृष्टवती, तदर्थं वदामि. अत्र कर्णः इत्युक्ते अर्थः कः, कोऽपि जानाति वा? कर्णः इत्युक्ते इयर् भगिनि. अपि च अहं दृष्टवती रड्डर् आफ् ए शिप् इति अपि दत्तमस्ति. रड्डर् आफ् ए शिप्. किन्तु संस्कृतभाषायां ये प्रत्येकं पदस्य बहवः अर्थाः सन्ति. अपि च दुर्योधनः इति पदमस्ति, किन्तु तस्य पूर्वनाम सुयोधनः, अनन्तरं तस्य नाम दुर्योधनः अभवत्। ओ दुर्योधनस्य नाम सुयोधनः। सुयोधनः सुयोधनः इत्युक्ते सम्यक् युद्धं करोति, परन्तु सः अग्रे गत्वा सः दुर्योधनः इति तस्य नाम अभवत्। अनन्तरम् अत्र वद इति पदमस्ति, वद इत्यस्मिन् विषये अत्र भगिनी भवती वदति वा, कः रोहिणी भगिनी भवती वक्तुम् इच्छति वा वदरूपं किं? वद वदति, वदतः वदन्ति, वदति वदति, वदथः वदथ, वदामि वदावः वदामः। तत्र भवती लट्लकाररूपाणि उक्तवती, किन्तु लोट्लकाररूपमस्ति अत्र? वदतु वदतु, वदतां वदन्तु, वद वदतं वदत, वदानि वदाव वदाम। सुन्दरम्। अत्र मध्यमपुरुष एकवचनरूपं दत्तमस्ति। अपि च खिन्नः, किमर्थं खिन्नः भवान् इति दुर्योधनः वदति। खिन्नः, अत्र खिन्नः इति पदं क्तान्तरूपं, खिद् धातोः रूपं खिन्नः, खिद् धातुः दिवादिगणीयधातुः, खिद्यते तस्य रूपं, खिद्यते लट्लकाररूपं, खिद्यते खिद्येते खिद्यन्ते आत्मनेपदी, दिवादिगणीयधातुषु यकारः मध्ये श्रूयते, विकरणप्रत्ययः अस्ति इति कृत्वा। अपि च जनाः मां दृष्ट्वा अयं सूतपुत्रः इति परिहसन्ति। अत्र रोहिणी भगिनी वदतु, अयम् इति पदं तस्य रूपं किं, तस्मिन् विषये वदतु। अयम् अहं न जानामि भगिनि, न जानामि। कोऽपि उषा भगिनी वदति वा? आं भगिनि, मकारान्तः पुंलिङ्गः इदं इदम् अस्ति, अयम् इमौ इमे, इमम् इमौ इमान्, अनेन आभ्याम् एभिः, अस्मै आभ्याम् एभ्यः, अस्मात् आभ्याम् एभ्यः, अस्य अनयोः येषाम्, अस्मिन् अनयोः येषु। उत्तमं भगिनि, अस्तु। अपि च अत्र रोहिणी भगिनी भवती वदति वा, अहं शब्दस्य द्वितीयान्तं रूपं माम्, अहं शब्दं वदतु एकवारम्। मम प्रथमः एव कक्षा अस्ति। अस्तु, चिन्ता मास्तु भगिनि, चिन्ता मास्तु। शीतल, कोऽपि अन्यः वदति वा, कोऽपि अन्यः वदति? चिन्ता मास्तु भगिनि, सर्वेषां कृते अत्र वयं सर्वे मिलित्वा अभ्यासं कुर्मः, चिन्ता मास्तु। तत्र शीतल भगिनी भवती वक्तुमिच्छति वा? आम् भगिनि, अत्र वदतु। माम् आवाम् अस्मान्, अस्मान् तादृशरीत्या अत्र अहं शब्दस्य द्वितीयान्तं रूपं दत्तमस्ति। मां दृष्ट्वा दकारान्तः अस्मत् शब्दः, अहम् आवां, माम् आवाम्, अस्मान्, मया आवाभ्याम्, अस्माभिः, मह्यम् आवाभ्याम्, अस्मभ्यम्, मत् आवाभ्याम् अस्मत्, मम आवयोः अस्माकं, मयि आवयोः अस्मासु। तावदेव। उत्तमं भगिनी, धन्यवादः। अनन्तरम् अत्र अयं सूतपुत्रः इति कर्णः वदति, जनाः मां दृष्ट्वा अयं सूतपुत्रः इति परिहसन्ति. अयं सूतपुत्रः इति सूतपुत्रः इत्यस्य विशेषणम् अयम् इति अस्ति. परिहसन्ति अत्र परिहसन्ति इति तत्र कोऽपि वदति वा परिहसन्ति परिहसन्ति इत्यस्मिन् विषये? निन्दति उत्तमं निन्दति. यथा भूमा भगिनी उक्तवती परि उपसर्गपूर्वकः हस् धातुः. परिहसन्ति उपहसन्ति अवहसन्ति एतानि पदानि सन्ति इत्युक्ते हस् धातोः पूर्वम् उपसर्गं योजयामश्चेत् तत्र भिन्नभिन्नपदानि आगच्छन्ति. अत्र परिहासः वयं जानीमः परिहासः इत्युक्ते रेडिक्यूल्. अयं सूतपुत्रः इति परिहसन्ति जनाः इति कर्णः वदति. चिन्तां त्यक्त्वा मया सह वस इति दुर्योधनः वदति. चिन्तां त्यक्त्वा अत्र पश्यन्तु पदमस्ति चिन्ता, किन्तु त्यक्त्वा इति क्त्वान्तरूपमस्ति, क्त्वान्तरूपं कर्मपदं स्वीकरोति. अतः चिन्तां त्यक्त्वा भवान् मा चिन्तयतु, चिन्तां त्यजतु. चिन्तां त्यक्त्वा मया सह वस. अत्र मया सह इत्यस्मिन् विषये अत्र भूमा भगिनी वदतु. मया तृतीयविभक्ति एकवचनं किमर्थं तृतीयरूपं? सः पूर्वं तृतीयविभक्ति इत्युक्ते उपपदतृतीया. उपपदतृतीया कारकतृतीया नास्ति. साधारणतया यत्र यत्र उपकरणमस्ति तत्र तृतीया विभक्तिः भवति, किन्तु अत्र कारकतृतीया नास्ति, उपपदतृतीया अस्ति. अपि च सूतपुत्रः इत्युक्ते कः? सूतस्य पुत्रः राधे चारिटियर् इत्युक्ते अत्र सूतः इत्युक्ते सारथिः, रथं चालयति, रथं चालयति, रथसारथिः. रथसारथिः सूतः इत्युक्ते वदतु भगिनि. उपपद विषये मया यु हव् टोल्ड् बट् वाट् इस् इट्? वाट् डु यु मीन् बै उपपदविषये? कारकतृतीया नास्ति, उपपदतृतीया अस्ति. कारक वाट् इस् द डिफ्रेन्स् बिट्वीन् कारकतृतीया अण्ड् उपपदतृतीया? अत्र कारकतृतीया कोऽपि वदति वा? अत्र गीताञ्जलि भगिनी वक्तुं शक्नोति वा कारकतृतीया उपपदतृतीया? कारक इत्युक्ते कर्तृ प्रयोगे योजयित्वा योजयितुं, किन्तु उपपद कर्मणि प्रयोगे योजयितुं भगिनि अहं न जानामि सम्यक्. इत्युक्ते अत्र तत्र करण तृतीयाविभक्ते तत्र करणकारकम् इति वदामः. इत्युक्ते यत्र यत्र उपकरणं योजयित्वा कार्याणि कुर्मः तत्र करणकारकं तृतीया इति वदामः. इत्युक्ते अहं लेखन्या लिखामि, वायुयानेन गच्छामि, द्विचक्रिकया गच्छामि, तत्र तृतीयान्तं रूपम् अस्ति, किन्तु तत्र कारकतृतीया अस्ति. इत्युक्ते उपकरणम् उपकरणं तेन वयं कार्यं कुर्मः, उपकरणस्य साहाय्येन कार्यं कुर्मः, अतः कारकतृतीया इति वदामः. किन्तु कानिचन पदानि सन्ति चेत् वाक्ये तत्र तेषां एतेषां पदानां योजनेन तत्र तृतीया विभक्तिः भवति चेत् तत्र उपपदतृतीया इति वदामः. सः विना, सादृशी, सादृशं, साकं, तथा अलम् एतानि पदानि सन्ति चेत् तत्र कानिचन पदानि तत्र सन्ति, तानि पदानि तत्र सन्ति चेत् तृतीयाविभक्तिः भवति. धन्यवादः. उपपदतृतीया इति वदामः. वस भगिनि, वस इत्यस्मिन् विषये वदतु अत्र भवती. पुरुषे वस वसति प्रथमपुरुषः. वसति प्रथमपुरुष. अत्र वस इति दत्तमस्ति, किमर्थम्? वस लोट् लकार. लोट् लकार, उत्तमं. लोट् लकार एकवचनं, सुन्दरं. लोट् लकार. चिन्तां त्यक्त्वा मया सह वस, राज्यं दत्त्वा त्वां महाराजं करोमि. अत्र दत्त्वा, दाधातोः रूपं दत्त्वा, दाधातुः उभयपदी धातुः, परस्मैपदीरूपम् अस्ति ददाति, किन्तु आत्मनेपदीरूपं दत्ते इति आत्मनेपदीरूपम् अस्ति, किन्तु अत्र क्त्वान्तरूपं दत्त्वा इति दत्तमस्ति. त्वां, तत्र युष्मत् शब्दः अस्ति, कोऽपि वदति वा युष्मत् शब्दं? त्वं शब्दस्य द्वितीयान्तं रूपं दत्तमस्ति अत्र. त्वं युवां यूयं, त्वां त्वा युवां वां युष्मन् वः, त्वया युवाभ्यां युष्माभिः, तुभ्यं ते युवाभ्यां वां युष्मभ्यं वः, त्वत् युवाभ्यां युष्मत्, तव ते युवयोः वां युष्माकं वः, त्वयि युवयोः युष्मासु. उत्तमम्. अत्र रूपं किम्? अत्र रूपं किम्? अत्र त्वां, त्वां द्वितीयविभक्ति, एकवचनं. एकवचनम्. उत्तमम्. उत्तमं, तावदेव. अत्र एकं पदमस्ति, महाराजः इति पदमस्ति. भगिनी, भूमा भगिनी वदतु, महाराजः इति पदम् अन्तं किं, कीदृश अन्तमस्ति अत्र? महाराजं अत्र, अत्र महाराजम् इति पदमस्ति, तस्य रूपं किं? महाराजं द्वितीयविभक्ति. द्वितीयविभक्ति. करोमि सकर्मकधातु, कृ धातु. कृ धातु, उत्तमम्. इत्युक्ते अत्र पदमस्ति महाराजः, प्रथमान्तं रूपं महाराजः. महाराजपदम् अकारान्तपदम्, किन्तु राजा इति पदं नकारान्तपदम्. राजन्, राजन्, राजा इति पदं नकारान्तपदं, किन्तु महाराजः इति पदम् अकारान्तपदं, यथा रामशब्दवत्. किन्तु तत्र महाराजः इति पदं समस्तपदं, तत्र विग्रहवाक्यं रचयामश्चेत् महान् राजा तथा भवति. महान् राजा, महाराजः, समस्तपदं. नकारान्त अस्ति वा भगिनि, राजन् शब्द नकारान्तपदम्? नकारान्त अस्ति चेत् द्वितीयभक्ति राजानम् अस्ति न भगिनि? राजानम्. अत्र महाराजः इति पदं समस्तपदं स्वीकृत्य द्वितीयान्तरूपं दत्तमस्ति, किन्तु पृथक् कृत्य वदामश्चेत्, पृथक्तया वदामश्चेत् महान्तं राजानम् तत्र समस्तपदं कृत्वा लिखितमस्ति अत्र महाराजं. पृथक् महान् राजा वदतु. ग्रेट् किङ्ग्. ग्रेट् किङ्ग्, उत्तमं. ग्रेट् भगिनी, भगिनी, राजा इति अकारान्त पुंलिङ्गपदम् अपि अस्ति चेत् अस्ति न भगिनी? राजा इति पदं यावत् अहं जानामि नकारान्तपदम्. नकारान्त अस्तु अस्ति, किन्तु अपि च राजा राजानौ राजानः जकारान्तम् अस्ति वा अस्ति वा जकारान्तम् अस्ति वा जकारान्तपुंलिङ्ग राग्निशब्दः राड् राग्नि हे राट् इत्युक्ते अत्र किं वदामि महाराजः अकारान्तपदं किन्तु राजा इति नकारान्तपदं यदि पृथक्तया लिखामश्चेत् महन्तं राजानं करोमि इति अपि समीचीनम् अत्र समस्तपदं कृत्वा लिखितमस्ति उत्तमम् अपि च अत्र भवान् आश्रयं कल्पयित्वा माम् उद्धृतवान् अस्ति अत्र आश्रयः इति पदम् आश्रयं कल्पयित्वा अत्र कल्पयित्वा तस्मिन् विषये किञ्चित् कोऽपि वदति वा अत्र उषा भगिनी वदति वा कल्पयति अस्ति वा भगिनि कल्पयित्वा कल्पयति कल्पयति इति अत्र चुरादिगणे कल्प चुरादिगणे अपि अस्ति अपि च कल्प चुरादिगणे अपि अस्ति भुवादिगणे अपि भुवादिगणे कल्पते इति रूपम् अस्ति चुरादिगणे कल्पयति इति अस्ति कल्प इति स्वार्थे निच् प्रत्यय अस्ति न भगिनि इत्युक्ते चुरादिगणे स्वार्थे प्रेरणार्थे रूपं समानं किन्तु अन्येषु गणेषु स्वार्थरूपं भिन्नमस्ति प्रेरणार्थरूपं भिन्नमस्ति यथा पठति पाठयति किन्तु चुरादिगणे स्वार्थे अपि च प्रेरणार्थे रूपं समानम् परन्तु अत्र कल्पयित्वा भवान् आश्रयं कल्पयित्वा माम् उद्धृतवान् अस्ति कर्णः वदति कल्पयित्वा प्रेरणार्थे अस्ति वा अथवा स्वार्थे अस्ति अस्ति वा भगिनि अत्र अत्र अहं दृष्टवती भगिनि चुरादिगणे कल्प धातुः अत्र कृप् धातुः अस्ति तत्र अवकल्पने इति दत्तमस्ति किन्तु भुवादिगणे कल्पते इति दत्तमस्ति अहं चिन्तयामि भुवादिगणीयधातुं स्वीकृत्य णिजन्तरूपम् आश्रयं कल्पयित्वा तत्र कल्पते किं भगिनि कल्पयति कल्पयति प्रोवैड् सः किं कृतवान् अत्र वाक्यं पश्यतु भगिनि दुर्योधनं प्रति कर्णः वदति माम् उद्धृतवान् अस्ति आश्रयं कल्पयित्वा आश्रयं मीन्स् प्रोटेक्षन् दत्तवान् कल्पयित्वा मीन्स् टु गिव् इत्युक्ते दुर्योधनः कर्णस्य कृते आश्रयं दत्तवान् आश्रयं कल्पयित्वा माम् उद्धृतवान् अस्ति अत्र उद्धृतवान् इति पदं तवद्वन्तरूपम् उद्धृत इति कृतान्तरूपम् उद्धृतवान् अस्ति यु लिफ्टेड् मी अप् इति अर्थः अहं किं कृत्वा एतस्मात् ऋणात् मुक्तः भवामि एतस्मात् ऋणात् वदतु भगिनी रूपं पञ्चमी रोहिणी भगिनी वदति वा पञ्चमी विभक्ति एतस्मिन् पदस्य पञ्चमी विभक्ति उत्तमं ऋणात् ऋणम् from the debt अत्र ऋणम् इति नपुंसकलिङ्गपदम् अपि च मुक्तः कथम् अहं मुक्तः भवामि अत्र मुक्तः इति पदं स्थान्तरूपं मुच् इति धातुः मुच् धातुः मोक्षणे इत्यस्मिन् अर्थे मुच् धातुः अस्ति. मुच् धातोः रूपं कोऽपि वदति वा? मुच् धातोः लट्लकाररूपं मोचति. मुञ्चति. मुञ्चति. अहं प्रयत्नं करोमि वा? वदतु भगिनि. मुञ्चति, मुञ्चतः, मुञ्चन्ति, मुञ्चसि, मुञ्चतः, मुञ्चत्व, मुञ्चामि, मुञ्चावः, मुञ्चामः. उत्तमम्, उत्तमं भगिनि, धन्यवादः. मुक्तः मुञ्च. वदतु भगिनि. अन्यविषय उद्धृतवान् अपि च उद्धृतवान् भेदः अस्ति भगिनि. उद्धरति, उद्धरणं तथा उद्धृत. तत्र एकवारं वदतु भगिनि पदद्वयम्. एकवारं ऋकार नास्ति. उद्धति, उद्धत. भेदः अस्ति भगिनि. उद्धतिः, उद्धतिः भिन्नं पदम्. अत्र ऋकारः अपि अस्ति, उद्धृत. किन्तु स्पोकन् डिक्शनरी उद्धति अपि च एलिवेट् दत्तम्. उद्धति, उद्धति पदं भिन्नं पदम्. उद्धृत. ओके. उद्धारणं शब्दस्य रूपम् अस्ति वा? उद्धारणम्. उद्धरणम्, उद्धरति. तत्र उत् उपसर्गः अस्ति. अस्तु, अस्तु, धन्यवादः. अस्तु. मुक्तः भवामि. त्वं मम मित्रम् एव. अत्र स्थित्वा प्रतीकारं कुरु. अत्र कुरु इति लोट्लकाररूपम् अस्ति. कोऽपि वदति वा रूपाणि, कुरु इत्यस्य रूपाणि? मध्यमपुरुष एकवचने अस्ति. मध्यमपुरुष एकवचनं. अपि च प्रतीकारः इत्युक्ते प्रतिवैरम्. अत्र प्रति इति उपसर्गः अस्ति. यत्र कुत्रापि प्रति इति उपसर्गः अस्ति चेत् तत्र अर्थः एगेन्स्ट्. प्रतिकूलं, प्रतीकारं, प्रति तत्र प्रति इत्युक्ते आपोसिट्, एगेन्स्ट् इति अर्थः. अत्र सः वदति एतं प्रसङ्गं स्मृत्वा. अत्र रोहिणी भगिनी वदतु, स्मृत्वा इति क्वान्तपदमस्ति, किन्तु लट्लकाररूपं किम्? स्मरति. स्मरति, उत्तमं. स्मृधातुः, ऋकारान्तधातुः, स्मृत्वा. सहकारः इति पदं, सहकारः. यथा उपकारः, अपकारः, तथा एव अत्र सहकारः इति पदमस्ति. किन्तु अहं सहकारं करोमि इति कर्णः वदति. द्वितीयार्थे कर्मपदं, भवतः सहकारं करोमि इति सः वदति. अत्र सम्भाषणं पश्यन्तु, सर्वदा दुर्योधनः कथं वदति, वद, वस, कुरु, भव, तादृशरीत्या वदति. इत्युक्ते मध्यमपुरुषे एकवचने वदति दुर्योधनः. किन्तु सर्वदा कर्णः कथं वदति, भवतः. गीताञ्जलिभगिनी वदतु, तथा किमर्थम्? कर्णः दुर्योधन प्रति आदरं कृतवान्, किन्तु दुर्योधन कर्णं प्रति न आदर कृतवान्. तस्मिन् आदरः नास्ति दुर्योधन, दुर्योधनस्य कर्णं प्रति आदरः नास्ति. केवलं तदर्थमेव त्वं, त्वम् इति उक्त्वा वस, वद, कुरु, तादृशरीत्या एकवचनप्रयोगं कृत्वा वदति, किन्तु भवतः साहाय्यं करोमि तथा कर्णः वदति. तत्र एव वयं द्रष्टुं शक्नुमः संस्कारः अहङ्कारः अहङ्कारं पश्यामः. उत्तमम्. अत्र कानिचन रूपाणि दत्तानि. भवतः षष्ठी विभक्ति अस्ति वा भवतः? आं भगिनि, षष्ठी विभक्तिरूपम्. अत्र प्रसङ्ग प्रसङ्गम् इति पदं द्वे उपसर्ग अस्ति, प्र अपि च सं. अत्र अहं चिन्तयामि भगिनि प्रा एव उपसर्गः, किन्तु सङ्ग इति पदमस्ति, सङ्गः. अस्तु भगिनि. तत्र अहम् एकं श्लोकं वदामि. गीतायाम् एकः श्लोकः अस्ति, योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा परन्त धनञ्जय सिद्ध्यसिद्ध्यो समो भूत्वा समत्वं योग उच्यते. तत्र तस्मिन् श्लोके अपि भूत्वा त्यक्त्वा इति पदानि सन्ति, किन्तु योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा. तत्र अन्वयं पश्यामश्चेत् हे धनञ्जय सङ्गं त्यक्त्वा सिद्ध्यसिद्ध्यो समो भूत्वा योगस्थः भूत्वा कर्माणि कुरु. इत्युक्ते अत्र सङ्गः इत्युक्ते अत्यासक्तिः. अर्जुन इत्युक्ते अति आसक्तिः. अति आसक्तिः उत्तमम्. अत्यासक्तिं त्यक्त्वा अत्र सिद्ध्यसिद्ध्योः इत्युक्ते लाभ अलाभयोः विषयं त्यक्त्वा समान इत्युक्ते सिद्ध्यसिद्धोः इत्युक्ते लाभ अलाभयोः विषयं त्यक्त्वा समत्वभावना भावनया कार्यं करोतु, स एव योगः. इत्युक्ते योगस्थः अंटे इत्युक्ते योगे तिष्ठतु इत्युक्ते एकाग्रमनस्कः भूत्वा कार्यं कुरु, लाभ अलाभयोः विषयं मा चिन्तयतु इति तत्र सङ्गः इति दत्तमस्ति. अधुना अत्र इतोपि किमस्ति? अत्र उषा भगिनी अत्र पदानि सन्ति, एकवारं सर्वेषां कृते पठतु. अत्र एतानि रूपाणि उच्चैः पठत, क्रियापदानि त्वान्तानि, पठति पठित्वा, भ्रमति भ्रमित्वा, क्रीडति क्रीडित्वा, धावति धावित्वा, चलति चलित्वा, वदति उदित्वा, त्यजति त्यक्त्वा, निन्दति विन्दति विदित्वा, विन्दति विदित्वा, लभते लब्ध्वा, भवति भूत्वा, वर्तते वर्तित्वा, वर्धते वर्धित्वा, चेते शयित्वा, स्रंस्ते स्रंसते स्रंसते स्रंसित्वा, म्रियते मृत्वा, जायते जनित्वा. उत्तमं भगिनि. अनन्तरम् अत्र अन्यानि रूपाणि अत्र. शीतल् भगिनि भवती पठितुम् इच्छति वा? न श्रूयते. रोहिणी भगिनी भवती शीतल् भगिनी पठतु. पश्यति दृष्ट्वा, दहति दत्त्वा, पृच्छति पृष्ट्वा, स्पर्शति पृष्ट्वा, भरति हत्वा धृत्वा, भरति धृत्वा, पचति पक्त्वा, ध्यायति ज्ञात्वा, ददाति दत्त्वा, शृणोति श्रुत्वा, जहाति हित्वा, ईक्षते ईक्षित्वा, रमते रमित्वा, भुङ्क्ते भुक्त्वा, मोदते मोदित्वा, ब्रूते उक्त्वा, चेष्टते चेष्टित्वा. उत्तमं. धन्यवादः भगिनि. अत्र पश्यन्तु, पठित्वा पठित्वा, भ्रमित्वा, क्रीडित्वा, धावित्वा चलित्वा उदित्वा अत्र इडागमः अस्ति किन्तु त्यक्त्वा तत्र नास्ति. विदित्वा अत्र पश्यन्तु विद् धातुः पञ्चसु गणेषु अस्ति. विद् धातुः अत्र विद् धातुः धातोः रूपं विन्दति किन्तु अन्यः विद् धातुः अस्ति विद् धातोः रूपं वेत्ति इति रूपम् अस्ति. वेत्ति इति पदस्य धातुः अपि विद् धातुः एव किन्तु पञ्चसु गणेषु विद् धातुः अस्ति तेषु अन्यतमः अत्र विन्दति तस्य रूपं विदित्वा इति दत्तमस्ति अत्र. अपि च किञ्चित् लब् धातोः रूपं लब्ध्वा इति दत्तमस्ति अपि च वर्तित्वा वर्धित्वा शयित्वा स्रंसित्वा जनित्वा अत्रापि इडागमः दृश्यते. मृ धातोः रूपं म्रियते मृत्वा रूपमस्ति. अपि च अत्र पश्यन्तु दृष् धातोः रूपं दृष्ट्वा दह् धातोः रूपं दग्ध्वा प्रच् पृष्ट्वा कृष् कृष्ट्वा हृ हृत्वा पच् पक्त्वा ध्यै ध्यै इति धातुः ध्यै धातोः रूपं ध्यात्वा इति रूपमस्ति. अपि च जहाति अत्र पश्यन्तु हा धातुः कोऽपि वदति वा उषा भगिनी वदतु जहाति तस्य धातुः कः जहाति हा धातुः वयं जानीमः ददाति इति धातुः जुहोत्यादिगणीयधातुः जुहोति अत्र जहाति हा धातुः जुहोत्यादिगणीयधातुः जहाति इत्यस्य रूपम् अत्र हित्वा जहाति द्वित्वं भवति न बहिनि जुहोत्यादिगणीयलक्षणमस्ति द्वित्वम् अपि च अभ्यासकार्यं तत्र अभ्यासकार्यं भूत्वा तत्र द्वित्वं भवति जुहोत्यादिगणे. तदर्थमेव दा धातोः रूपं ददाति हा धातोः रूपं जहाति तथा जुहोत्यादिगणीयलक्षणम्. अपि च भुङ्क्ते कोऽपि वदति वा भुङ्क्ते तत्र धातुः कः भुज् अस्ति भगिनि उत्तमम् उत्तमं भुज् धातुः भुज् धातोः रूपं कोऽपि वदतु जहाति हू धातु ह धातु भूत्यादि हू धातु वा ह धातु अहं चिन्तयामि हा धातुः हा हा धातुः भगिनि धातु वा हू लिखा ओ हू अस्ति वा अहं दृष्ट्वा वदामि नो चेत् धातु वा करपत्रं हू इति जुहोति अस्ति भगिनि तत्र जुहोति अस्ति अत्र अत्र अत्र किं दत्तमस्ति जहाति जहाति जहाति जहाति इति दत्तमस्ति अत्र अत्र भगिनि जहाति इति पदस्य रूपं हा एव दत्तमस्ति भगिनि त्यागे हा एव अस्ति जहाति जहीतः तत्र जुहोत्यादिगणीयधातुः किन्तु हा पुस्तके नास्ति भगिनि पाणिनिधातुपाठ हा अत्र अहम् अष्टाध्यायी डाट् काम् पश्यन्ती अस्मि किमर्थं जहाति इति शब्दस्य अर्थं किं जहाति? त्यागः अत्र त्यजनं त्यजनं त्यजति त्यजति इत्यस्मिन् अर्थे अत्र त्यागे इत्यस्मिन् अर्थे अपि च भुङ्क्ते इति आत्मनेपदीरूपं भुज् धातोः रूपं भुङ्क्ते तत्र भुज् धातोः आत्मनेपदीरूपम् अस्ति परस्मैपदीरूपम् अपि अस्ति परस्मैपदीरूपं भुनक्ति किन्तु आत्मनेपदीरूपं भुङ्क्ते अपि च ब्रूते तत्र उक्त्वा किमर्थं भगिनि कोऽपि वदति वा वदति वच् वच् दातु भगिनि तत्र तत्र ब्रू धातुः अपि अस्ति वच् धातुः अपि अस्ति किन्तु अत्र ब्रूते इत्यस्मिन् स्थाने उक्त्वा किमर्थम् इत्युक्ते तत्र धात्वादेशः भवति इत्युक्ते ब्रू धातोः स्थाने अत्र वच् आदेशः धात्वादेशः इति वदामः अत्र ब्रुवो वचिः इति सूत्रमस्ति ब्रू धातोः स्थाने भवति उत्तमम् अग्रिमे पुटे अपि कानिचन पदानि सन्ति अत्र एकवारं शीघ्रं कुर्मः पदानि अत्र कोऽपि अत्र गौरी इति गौरीराघवेन्द्रन् इति अस्ति भगिनी भवती वक्तुमिच्छति वा गौरी भगिनी रोहिणी भगिनी भवती वदति वा अत्र अग्रिमे पुटे गच्छति गत्वा पश्यति पश्यति दृष्ट्वा सुन्दरं नयति नीत्वा नमति नत्वा स्मरति मृत्वा कर्तयति कर्तयित्वा खादति खादित्वा त्यजति त्यक्त्वा वर्णयति वर्णयित्वा चलति चलित्वा तिष्ठति स्थात्वा भगिनि अत्र तत्र तिष्ठति इत्यस्य रूपं किं स्थात्वा स्थित्वा स्थित्वा सोरि स्थित्वा रचयित्वा तत्र स्था स्था दीर्घ आकारान्तधातुः अस्ति किन्तु अत्र रूपमस्ति स्थित्वा भगिनि तत्र सूत्राणि सन्ति भगिनि तत्र स्था धातो धातुः किमर्थं स्थित्वा इति भवति तत्र सूत्राणि सन्ति दा दीर्घ आकारान्तधातुः दा धातोः रूपं दत्त्वा किमर्थं भवति तदा अत्र अन्यत् पदमस्ति भगिनी पठतु रोहिणी भगिनी रचयति रचयति रचयित्वा गायति गीत्वा गीत्वा गीत्वा अत्र पश्यतु गीताञ्जलि भगिनी पश्यतु अत्र धातुः अस्ति गै धातुः अस्तु किन्तु गै गै धातोः रूपं गायति भवति किन्तु क्त्वान्तरूपं गीत्वा तथा किमर्थम् इत्युक्ते तत्र सूत्राणि द्रष्टव्यानि ददाति दत्त्वा धावति धावित्वा चालयति चालयित्वा चोरयति चोरयित्वा पूरयति पूरयित्वा कथयति कथयित्वा भक्षयति भक्षयित्वा उत्तमम् अत्र पश्यन्तु एकं साम्यमस्ति कथं चालयित्वा चोरयित्वा पूरयित्वा कथयित्वा भक्षयित्वा इत्युक्ते तत्र सर्वत्र ईडागमः भवति इत्युक्ते अत्र चुरादिगणीयधातुषु तत्र साधारणतया भवति यदि निजन्तपदमस्ति चेदपि इडागमः भवति संस्कृतभाषायां प्रथमतया सामान्यसूत्रं भवति भगिनि, अनन्तरं तस्य कृते बहवः अपवादाः भवन्ति. इनिशियलि दे विल् टेल् यु ए रूल्, लेटर् दे विल् एक्स्प्लेन् आल् द एक्सेप्शन्स्. एक्सेप्शन् इत्युक्ते अपवादाः. अत्र वदतु, संस्रते इति शब्दस्य अर्थं किम्? संस्रते संसते इत्युक्ते शेते. अत्र त्यक्त्वा इति अर्थः वा? अत्र द्रष्टव्यम् संसते. गाण्डीवं गाण्डीवं तत्र भगवद्गीतायाम् एकः श्लोकः अस्ति, गाण्डीवं त्यक्त्वा इत्यस्मिन् अर्थे. संसते इति दत्तं भगिनी स्पोकन् संस्कृत गो संसते ड्रूप् हेङ्ग् डौन् ड्राप् पेरिश् बि ब्रोकन्. अत्र अत्र अहम् अत्र गीतायां श्लोकः अस्ति, तत्र गाण्डीवं संसते हस्तात् इति दत्तमस्ति गीतायाम्. अत्र संसते इत्युक्ते फालिङ्ग् डौन् अस्तु, आर् ड्रापिङ्ग् ड्रापिङ्ग् फ्रम् हिस् हेण्ड्. अर्जुनः किं करोति? गाण्डी अर्जुनस्य हस्ततः गाण्डीवं संसते. गिर्ना गिर्ना इत्यस्मिन् अर्थे. उत्तमम्, अधुना कालातीतः अभवत्, किन्तु अत्र इतोपि गीतासोपाने अभ्यासाः सन्ति. भवन्तः सर्वे अभ्यासान् कुर्वन्तु, अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा तेषां विषये इतोपि चिन्तनं कुर्मः. सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः भगिनि. नमो नमः.